नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं. धातुपाठे हल् सन्धि अभ्यासः इति प्रवर्तमानः अस्ति. भगिनी नमस्कारः. नमस्ते भगिनि, स्वागतम्. अत्र वयं गतसप्ताहे आकडारादेकासंज्ञा इति सूत्रपर्यन्तं दृष्टवन्तः. तत्र गृ इति धातुः आसीत्, तत्र क्विप् इति प्रत्ययः विधानानन्तरं किं किं भवति इति दृष्टवन्तः. तस्मिन्नेव प्रसङ्गे आकडारादेकासंज्ञा इति अपि आगता अस्ति. तस्मात् अनन्तरं किं भवति इति पठामः. तत्र आकडारादेकासंज्ञा इति सूत्रम् अधिकारसूत्रमस्ति. एकसंज्ञा अधिकारः इति द्वितीय अध्यायस्य द्वितीयपादस्य अष्टत्रिंशत् सूत्रपर्यन्तम् अस्य अधिकारः अस्ति. आकडाराद् एका संज्ञा इति एव सम्पूर्णसूत्रं. तत्र अस्मिन् अधिकारे द्वाभ्यां सूत्राभ्याम् एकस्य एव शब्दस्य द्वे भिन्ने संज्ञे उच्यते. यदा तदा इत्युक्ते तत्र यदा प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, किमपि अन्यसंज्ञा अपि अस्ति इति एतावत् प्रश्नः आगच्छति चेत् तत्र परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति. प्रथमम् एकं यदा वयम् उत्सर्ग अपवादविषये वदामः, कदा अपवादः भवति? उत्सर्गः अस्ति चेदेव तस्य अपवादः एक्सेप्शन् भवति किल. तादृशमेव अत्रापि पूर्वसूत्रेण उक्ता संज्ञा भवति, तर्हि क्षम्यतां, परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति. तर्हि तस्य शब्दस्य केवलं परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न भवति इत्येव तत्र तात्पर्यं. तत्र वयं तु उदाहरणानि अपि दृष्टवन्तः, यत्र ह्रस्व लघुसंज्ञा गुरुसंज्ञा इति भवति चेत् यत्र लघुसंज्ञा विधीयते अनन्तरम् एव तत्र गुरुसंज्ञा संज्ञायाः विधानं भवितुं शक्नोति. ह्रस्वं लघु इत्यनेन लघुसंज्ञायां प्राप्तायाम् आकडारादेकासंज्ञा इति अधिकारसूत्रेण तद् संज्ञा निषिध्यते. अनन्तरं तत्र गच्छन् इत्यत्र अस्माकं गुरुसंज्ञा भवति. तादृशमेव पदसंज्ञा भसंज्ञा इति, तस्मिन् विषये अद्य पश्यामः पदसंज्ञा भसंज्ञा कदा भवति इति. अतः आकडारादेकासंज्ञा इति अधिकारसूत्रं, तस्मिन् विषये एव वयं गतसप्ताहे पठितवन्तः तावत्. अनन्तरं तत्र अर्थवत् अधातुप्रातिपदिकम् इत्यत्र अधातुः इति किमर्थम् आसीत् इत्यपि पठितवन्तः. तत्र हन् योगः लङ् इत्यत्र किं भवति इति अस्तु. अतः तत्र अस्तु, तस्मात् एव एकवारं पठित्वा अग्रे अभ्यासः कुर्मः. महोदय, भवान् एव पठति वा? हन् योगः लङ् तत्र किं भवति? अस्तु, आकडादेकसंज्ञा. तर्हि अत्र प्रश्न उदेति अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति किमर्थम् उक्तम् इति. हन् योग लङ् इति लुङ् लङ् लृङ् ष्वडुदात्तः इत्यनेन लुङ् लङ् लृङ् च परं चेत् धातुरूपी अङ्गस्य अडागमः भवति. अहन् इत्यस्य धातुसंज्ञापि तु अस्ति एव. अहन् योगत् हलिङ्गाभ्यो दीर्घात् सुतिसप्रक्तं हल् इत्यनेन अहन् इति भवति. अधुना प्रत्ययलक्षणेन सुप्तिगन्तं पदम् इत्यनेन पदसंज्ञापि अस्ति. यदि अर्थवत् धातु अप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति नोक्तं स्यात्, तर्हि यतोहि अहन् इति धातुः अर्थवान्, अतः अर्थवत् अप्रत्ययः प्रातिपदिकम् इति सूत्रेण तस्य प्रातिपदिकसंज्ञापि भवति स्म. तथा च नलोपप्रातिपदिकान्तस्य इत्यनेन तस्य नकारस्य लोपः भवति स्म. अर्थवत् तदातु अप्रत्ययः प्रातिपदिकम् इत्यनेन या प्रत्यय प्रातिपदिकसंज्ञा सा आकारादेकासंज्ञा इत्यनेन एकाकिनी एव भवति इति तु नास्ति. अतः अत्र न कापि बाधा, त्रयाणां संज्ञानाम् एकत्र प्राप्तिः. तदा तदा अत्र न्याप्रातिपदिकात् इति इत्यनेन सोजस् इत्याभ्यां सु औ जस् इत्यादि प्रत्ययाः विधीयमानाः स्युः. अस्य निवारणार्थम् अर्थवदातु अप्रत्ययः प्रातिपदिकमिति सूत्रे अधातुः इति वक्तव्यम् आसीत्. अत्र किमर्थम् अधातु इति दत्तमस्ति प्रातिपदिकस्य लक्षणे. अत्र हन् धातु अतिव्याप्ति भवति, हन् धातु लङ्लकारे अहन् इति भवति, अनन्तरं नकारः लोपः भवति. किमर्थमिति चेत् अधातु किमस्ति तत्र तस्य प्रातिपदिकसंज्ञा अपि भवति इदानीं तत्र. अतः तत्र नकारस्य लोपः भवति इति अस्ति. अतः तत्र अधातु इति वक्तव्यमासीत् इति उक्तमस्ति. अधातुः इति नास्ति चेत् दळसार्थक्यम् इति वदामः किल, तत्र अधातुः इति निष्कासयामः चेत् तत्र अहन् इति यद् धातुः अस्ति तत्रापि प्रातिपदिकसंज्ञा भूत्वा न लोपप्रातिपदिकान्तस्य इत्यस्य प्रसक्तिः भवति, नकारस्य लोपः भवति. तत्र आकडार एकासंज्ञा इत्यस्य सीमायां तु तद् न आगच्छति. अर्थवत् अधातु अप्रातिपदिकं 1-2 इति अस्ति, आकडारादेकासंज्ञा 1-4 आरभ्य एव किल. अतः तत्र सूत्रत्र क्षम्यताम् संज्ञात्रयस्यापि संज्ञात्रयमपि भवितुम् अर्हति तत्र, प्रातिपदिकसंज्ञा, धातुसंज्ञा, किमपि अन्यत् संज्ञा का आसीत्, तावदेव किल, एका अन्या संज्ञा आसीत्, पदसंज्ञा वा न पदसंज्ञा भवति खलु तत्र. अनन्तरं तत्र पदसंज्ञा अपि वा आं समीचीनं, सुप्लिङ्गन्तं पदमित्यनेन पदं पदसंज्ञा सम्यक् एव. आं पदसंज्ञा प्रातिपदिकसंज्ञा अर्थवत् धातु प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा, धातुसंज्ञा तु अस्ति एव, अतः तदपि अधातुः इति अस्ति अतः धातुसंज्ञा अपि अस्ति इति कृत्वा अन्यसूत्राणि अपि तत्र प्रवर्तयितुं शक्नुमः. ज्ञाप् प्रातिपदिकात् इति यत् सर्वम् अधातुः इति निष्कासयामः चेत् अन्यसूत्राणामपि प्रवृत्तिः तत्र भवति. अतः तद् निवारणार्थं तत्र सूत्रे अधातुः इति वक्तव्यम् आसीत्. तदेव तत्र अवगतं किल? आं भगिनि तत्र अग्रे अपि पठामः. यदा सुभादीनां यदा सुभादीनां विधानार्थं गिर् इति गिर् वा अत्रैव अस्ति वा गिर् आम् गिर् इति किबन्तं निश्चिततया जातं तदा सामान्यचिन्तनेन तस्य दत्संज्ञा नष्टा. तदा वेरुपदायाः दीर्घः इकः इत्यस्य प्रसक्तिः न भवति स्म. एवमेव नी धातुः नियोग औ अस्तु नी धातुः नियोग औ तत्रापि नी वेरुपदाय दीर्घः इकः अस्तु नी इति नी इति तत्र प्रातिपदिक प्रातिपदिकमस्ति वा अतः तत्र उपदाय समीचीनं किबन्त किबन्त किबन्तम् आम् सु औ किल तद् औ तद् एतत्तु यद् वयं गतसप्ताहे पठितवन्तः तस्य कण्टिन्युवेशन् अस्ति महोदय. इतस्ततः किञ्चित् अस्ति. अतः यदा सुभादीनां विधानार्थं गिर् इति वयं तु गिर् इत्यस्मिन् विषये दृष्टवन्तः किल, तस्मिन् विषये अस्ति. तत्र धातुसंज्ञा नष्टा, तत्तु वयं दृष्टवन्तः. क्विबन्तः अस्ति चेत् धातुसंज्ञा तु भुवादयो दातवः वा सनाध्यन्ता दातवः इति सूत्रेण एव भवति. क्विबन्तः तु सनाधिः नास्ति किल, अतः तत्र क्विप् नास्ति, द्वादश धातुप्रत्ययः तेषु नास्ति, अतः तत्र धातुसंज्ञा तु न भवति. अतः तत्र यद् घृ इत्यस्य धातुसंज्ञा आसीत् तत्तु नष्टा क्विप् इति योजनेन, तदेव. अतः वेरुपदायाः तस्मिन् विषये इतोपि किमपि नास्ति. तत्र नी धातुः नी योगः इत्येव तत्र त्यक्तमासीत्, किमर्थमिति न जाने, तावदेव अस्ति. अतिष्णुधातु ब्रुवां तु वयं जानीमः, अतः अग्रे सरामः. महोदय, भवान् करोति वा? झृ योगः श्यन् योगः ति. अस्तु, झृ योग शन् योग ति इति अस्ति. तत्र शन् इति यकारः अवशिष्यते, यकार किमस्ति तत्र नीत अस्ति. अत्र झृ इति इत्यस्य इदानीं इकारः आदेशः भवति, इकारादेशः भवति खलु एकवारं. तत्र ऋत इद्धातोः वा एकवारं? सम्यक्, तदेव. ऋत इद्धातोः इत्यनेन इदानीं गिर्, अनन्तरं वेरुपदयाः एकवारं, वेरुपदयाः खलु उपदायः दीर्घः भवति इत्यनेन जीर्, जीर् इति, जीर् इति दीर्घः भवति तेन सूत्रेण एव खलु भगिनि? तत्र तेरुपदायः हलीच, हो अस्तु, हलिच हलिचैतनेन, अस्तु, क्षम्यतां, हलिचैतनेन तत्र हा अनेन दीर्घः भवति, जीर्यति इति रूपम्. किमर्थं हलीच महोदय, किमर्थं ओरुपदायः दीर्घः न भवति? तत्र वेरुपदायः दीर्घः पदस्य अन्ते, पदान्ते इति, पदान्ते नास्ति तथा, पदान्ते, क्षम्यतां, पदान्ते, सम्यक्, अतः एव पदान्ते, समीचीनं. अपदान्ते अस्ति, रेपान्तः अस्ति, उपदायाम् इक् अस्ति, हल् परः अस्ति, अतः हलीच, समीचीनं, जीर्यति इति रूपं. धन्यवादः महोदय, अग्रे सरामः. उषा भगिनी अग्रिमं वदति वा? प्रयत्नं करोमि भगिनि. चुरादौ कृत् कृत् इति ऋत धातोः इति सूत्रेण ऋकार दीर्घ ऋकारान्तस्य स्थाने ह्रस्व इकारः भवति. कृत् इति धातोः खित् भवति. खित् योगः, दिस् इस् चुरादौ, खित् योगः णिच् योगः ति भवति. खित् योगः णिच् योगः ति भवति. खित् योगः इ योगः ति भवति. ई योगः अय, रैट्, अय उरण्ड्रपरः. सो दिस् इस् न नो कृत् योगः णिच् योगः ति भगिनि, रैट्? न न, अत्र एव दत्तमस्ति किल, उपधायाश्च उपधाय कित् कित् भवति. भवती किं सूत्रम् उक्तवती? No, ऋकारस्य स्थाने ऋत इकारः. खित् उपदायाश्च धातुरुपदायाभ्यः अभूतस्य ऋतः इत् स्यात्. ओ, ऐ सी, बै दिस् सूत्र उपदायाश्च इस् अण्डर् ऋत इद्धातोः. सेवन् वन् आम्, अग्रिमसूत्रमेव किल, हण्ड्रेड् हण्ड्रेड् अण्ड् वन्. ओ, ओके, ओके, ऋत धातोः अत्र उपधायामेव ऋकारः अस्ति किल, ऋत धातोः यदा महोदय झृ इति अन्तिम, ओके, ओ दिस् इस् उपधायाश्च, आं भगिनि, उपधायाश्च इत्यनेन इकारः, अनन्तरं किं भवति? उरण्ड्रपरः भगिनि, आम् तत्र धातुः उपधायाः तत्र इकारः किल सर्वदा अण् रपरः अतः ऊरण् रपरः. ओके ओके ऊरण् रपरः देन् इट् वुड् बि किर्त् किर्त् भगिनि समीचीनं किर्त् देन् किर्त् योगः दिस् इस् निच् योगः तिप् कित् योगः योगः ओ उपदाय प्रसक्तिः एव नास्ति तत्र तत्र प्रथमम् उरण् रपरः क्षम्यताम् उपदायाञ्च इति सप्तमाध्यायस्य प्रथमपादस्य सूत्रम् तत्र यदा इकारः अण्वर्णः इति कृत्वा उरण् रपरः अनन्तरम् उपदायां च इति अन्यत् सूत्रमस्ति तदेव तस्यैव प्रसक्तिः किमर्थम् इत्युक्ते अत्रापि उपदायामेव ऋकारः अस्ति किल क्षम्यताम् रेपः अस्ति धातोः हलि रुवोः उपदायां च उपदायाम् इकः दीर्घः धातोः हलि रुवोः उपदायां च उपदायाम् इकः दीर्घः सो किर्त् इति कीर्त् भवति. सम्यक् इदानीं वदतु कीर्ति योगः णिच् कीर्ति योगः णिच् योगः तिप् कीर्त् कीर्त् कीर्ति या कीर्ति योगः तिप् तिप् एव भगिनि कीर्ति योगः तिप् अस्ति चेत् विकरणप्रत्ययः कः आगच्छति ओके शप् एव या सम्यक् इदानीं करोतु कीर्ति योगः शप् योगः तिप् कीर्ति योगः अयो अकारस्य सो कीर्ति कीर्तो कीर्तो कीर्तो योगः अयोगः ति किमर्थं कीर्तो ति इति इकार ए कीर्ते कीर्ते भवति एव किल गुणः भवति अकार विद्रस् अकारस्य अपेक्षया सो कीर्ते योगः अयोगः ति कीर् एचो अयवायावः एचो अयवायावः एकारस्य स्थाने अकारयकार आदेशः भवति कीर्तयति कीर्तयति भवति तावदेव तावदेव कीर्तयति कीर्तयति उपदायाश्च इति सूत्रेण कित् भवति उरण्ड्रपरः इति सूत्रेण किर्त् भवति किर्त् योगः णिच् योगः तिप् भवति तिप् ब्रिङ्ग्स् इन् द्यन् शप् शप् भवति ओके देन् एचो अयवायव ओके समीचीनम् अस्तु धन्यवादः अरुणा भगिनी गृहं प्राप्तवती वा न भगिनी अस्तु अस्तु नास्ति नास्ति चिन्ता विजया भगिनी अग्रिमं वदति वा स्वाधौ चिरि झिरि इति धातुद्वयमस्ति चिरि वदतु प्रथमं विजया भगिनी कुत्र अस्ति अस्मि भगिनि अत्र पिन् अत्र एव त्रि ओ नास्ति चिन्ता अत्र तृतीयबिन्दुः चुरादौ इति इदानीम् उषा भगिनी कृत् इति कृतवती अग्रिमम् अस्ति स्वादौ चिरि इति पश्यति वा अत्र कित् एव अस्ति खलु कित् कीर्त् तस्मात् अनन्तरं तस्मात् अनन्तरं स्वादौ चिरि झिरि इदानीं चिरि इति करोतु स्वादिगणे प्रत्ययः कः विकरणप्रत्ययः स्वादौ चिरि चिरि जिरि चिरि इति औपदेशिका वा चिरि इति चिरियोगः किम् अत्रापि निच वा निचि वा एतत् अस्तु अस्तु स्वादिगणयं चिरि इति निचि एतत् स्वादिभ्यः श्नु समीचीनं चिरियोगः सम्यक् अत्र एतत् अनुबन्धलोपानन्तरं नु एव तिष्ठति खलु भगिनि नु सम्यक् सम्यक् चिरियोगः नु अनन्तरं लट्टु रूपं खलु ति ति हलादि सत्य ति हलादि पित् अस्ति खलु भगिनि सम्यक् सम्यक् अतः तत्र गुणकार्यं भवितव्यं परन्तु तत्र एतत् सार्वधातुकम् अपि अस्ति नित् किङ् इति च इति सूत्रेण गुणनिषेधकः भवति अत्र नु अस्ति खलु भगिनि एतत् सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भूत्वा नो भवति सम्यक् अनन्तरं चिरि योगः नो योगः ति चिरिनोति अन्तिमरूपं समीचीनं वा भगिनि तत्र किम् आगच्छति अत्र अत्र दन्तेनकारस्य स्थाने मूर्धन्यनकारः आगच्छति एतत् उकारः अस्ति अट्टुकुप वाङ्नुं विवया एपि एतत् सूत्रेण तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति तावदेव समीचीनम् अतः अन्तिमरूपम् आं तावदेव अन्तिमरूपं किं चिनोति चिरिनोति चिरिनोति इति भवति चिरिनोति समीचीनं किमर्थम् अत्र दत्तम् अस्ति इत्युक्ते तत्र उपादायाञ्च वा किमपि अन्यत् ऋतयुद्धातोः कस्यापि सूत्रस्य प्रसक्तिः नास्ति तावदेव तत्र कार्यं चिरि इति महोदय तत्र चिरिहिंसायाम् इति धातुः स्वादिगणस्य धातुः एव अतः तत्र तावदेव कार्यं किमपि नास्ति इति प्रदर्शनार्थमेव तत्र यदा कीर्त् इत्यत्र उपादायाञ्च अभवत् तत्र झृ इत्यत्र ऋत इद्धातोः अभवत् तादृशं किमपि नास्ति चिरि इत्यत्र चिरिणोति इत्येव रूपं केवलम् अस्माकं सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यम् अस्तु समानरीत्या एव जिरि जिरि अपि अस्ति खलु भगिनि अत्र स्वाद इत्युक्ते मया चिन्तितम् एतत् स्वाद इत्युक्ते किं स्वादिगणीयः चिरि जिरि इति स्वादौ इति द्वितीयरूपं द्विवचनम् अस्तु जिरि अपि तादृशमेव खलु भगिनि आम् जिरि वदतु तादृशमेव अन्तिमरूपं किं भवति प्रथमं तत्र अपि जिरिणोति इति भवति खलु भगिनि तादृशं तावदेव आं स्वादि तावदेव सर्वं समानमेव भूत्वा समानोति इति भवति तावदेव अत्र धन्यवादः श्रीवल्ली भगिनी अग्रिमं पठति वा मूर्छा धातुः मूर्छा धातुः धातुः मूर्च् मूर्च् इति मूर्च् इति भवति मूर्च् उपधायाञ्च रेफ उपधायाञ्च इर्वोः उपधायाञ्च उपधाया इकः देकः भवति इति मूर्च् तत्र क्षम्यतां तत्र प्रश्नः अस्ति मूर्च् इति साधु वा मूर्च् इति साधु वा मूर्च् इति साधु वा मूर्च् इति साधु वा किं साधुरूपम् इति प्रश्नः क्वश्चन् मार्क् अस्ति किल अतः तत्र सूत्रमस्ति चे च इति पठतु चेत् चकारे परे ह्रस्व ह्रस्वसरस्य तुक् आगमः भवति. तुक् कित् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वसरस्य तस्य अन्ते आयाति. छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं ह्रस्वस्य तिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायाम्. अतः रूपं किं रूपं साधु चकारे परे ह्रस्वस्वरस्य तुक् आगमः मुर्च् इति चे च ह्रस्वस्य धातुः मुर्च् भगिनि मुर्च् चकारे परे ह्रस्वसरस्य तुकारमः भवति. चकारे परे ह्रस्वसरस्य चकारे परे ह्रस्वसरस्य नास्ति. उकारः ह्रस्वसरं तुकागमः भवति. परन्तु मूर्च् इति धातुः समीचीनम्. अतः तत्र किं भवति मूर्च् इति धातुः मूर्च् एव धातुः. आम् मूर्च् एव धातुः. तद् मूर्च् इति भवति कथम् इति एव प्रश्नः. उपधायाञ्च इति सूत्रं रेफा इति समीचीनम्. एकः दीर्घः भवति मूर्च् इति भवति. तदेव वादिगणे अस्ति चेत् मूर्च् प्लस् शप् प्लस् ति. मूर्च्छति इति रूपं भवति. तावदेव. तत्र केवलम् अस्माकम् उपादायां च एटु इत्यस्य प्रसक्तिः. मूर्च् इति यद् धातुः अस्ति तस्य दीर्घत्वं भवति मूर्च् इति. ते च इति प्रदर्शितमस्ति परन्तु यदा भवती उक्तवती तस्य प्रसक्तिः तु अत्र नास्ति. चकारे परे ह्रस्वस्वरस्य तुक् आगमः तादृशं किमपि नास्ति अत्र. अतः मूर्च् मूर्च् इति भवति यदा उपादायां च इति योजयामः. अनन्तरं समान यदा अग्रे कार्याणि भवन्ति तावदेव. तत्र किमपि अन्यकार्यं नास्ति. भगिनी भ्रमः अस्ति किमर्थं न भवति इति चेच इत्यस्य एकवारं पुनः कथं चकारे परे ह्रस्वस्वरः नास्ति नास्ति नास्ति लकारः नास्ति किल तावदेव. किं भगिनि किम् अत्र आचार्येण पृष्टं रेफा अस्ति अतः न अहम् उकारं दृष्टवान् एव किमर्थं तत्र उपादाय तत्र चकारे परे उकार अस्ति वा अथवा ऋकार अस्ति वा इति अहम् ऋकारं न दृष्टवान् आसीत्. उपादायम् उकारः नास्ति खलु ह्रस्व नास्ति खलु रेफा अस्ति अतः न भवति. भगिनी अत्र सूत्रसङ्ख्या 73 भगिनी 673 तत्र परिवर्तनं भवति अष्टाध्यायी.com मध्ये अत्र अन्यत्र किञ्चित् भवति भिन्ना भवति. एकं सूत्रं तु सम्यक् एव पूर्वं पर एकसूत्र समीचीनम् अष्टाध्यायी. अस्माकं पुस्तके किं सूत्रसङ्ख्या इति द्रष्टव्यं 72 अस्ति. तदेव महोदय प्रायः पुस्तके करपत्रे 72 अस्ति, परन्तु 73 एव दातव्यम् अत्र स्थापनीयं. भगिनी तादृशमेव मूर्छति इति भवती उक्तवती खलु, मूर्छति मूर्छति मूर्छति क्षम्यता, मूर्छति किमर्थं मूर्छति इति न भवति. अत्र मो मूर्छ इति अग्रे अस्ति खलु भगिनि, एतत् लघुपदस्य इति सूत्रेण ह्रस्व उकारस्य स्थाने मूर्धनि आगच्छति, अतः तत्र न गुणः भूत्वा पुगन्धलघुपदस्य इति गुणः भूत्वा मो भवति खलु भगिनि. तत् भिन्नं भगिनि, तत्तु यङ् लुगन्तधातुः अस्ति किल, मूर्च् मूर्च् इति भूत्वा तत्र तदेव मम प्रश्नः किल, किमर्थं मो मोर्च् इति न भवति इति. तत्र मोर्च् इति न भवति. समीचीनम्, अस्तु मो मोर्च् चकारे परे अकारः अस्ति इति कारणेन चेच इच्छा इति भवति. इषुगमये मम कुत्र भगिनि, इषुगमये मम सः इषुगमये मां चः इष् धातोः स्थाने इच्छा इति रूपं भवति, कारणं चकारस्य परे अकारः अस्ति, ह्रस्व अकारः अस्ति, तत्र चेच इति सूत्रेण इच्छा इति भवति. तदेव चेच इति सूत्रेण एव सुखागमः किल, धातुपाठे धातुपाठे मूर्च इति धातु भुवादिगणे अस्ति इति दत्तं भगिनि. मूर्च तत्तु उपधायां च तस्य कार्यं भूत्वा मूर्च इति भवति. तत्र चकारः यदा अस्माकं गच्छ इच्छ इत्यत्र तुक् अनन्तरं तद् चकारः भवति किल, तादृशं न भवति, तुक् आगमः नास्ति तावदेव तत्र. रघुपतिमहोदय, मोमूच् इत्यत्र लट् रूपाणि वक्तव्यं महोदय, लट् रूपाणि एकवारं मोमूच् लट्लकाररूपम् अस्ति. अस्तु, मोमुच् योग शप् योग अस्तु, मोमुच् योग शप् योग टिप् अस्ति, यङ्ग् लुक् किल, अतः तद् नास्ति. अस्तु, एकवारं तत्र पुनः स्मरणं करोमि किमर्थम् अत्र शप् विकरणं न भवति इति. मोमुच् योग ति, एकवारं विस्मरन्त किमर्थं न भवति भगिनि तत्र शप् विकरणं, यङ्ग् लुक् अदादिगणवत् इति सर्वदा स्मरतु, यङ् लुक् अदादिगणवत् भवति तावदेव, तत्र लुक् भवति किल समानरीत्या अत्रापि विस्तृतमोमुच्योग तिप् तिप् ति इति अस्ति इदानीं तत्र चकार अस्ति मोमुर् चचांशः इति एकवारं मोमुर् मोमुच् चकारस्य लोपः भवति एकवारं तत्र चकारस्य लोपः अस्तु सूत्रमस्ति अङ्गकार्यमस्ति मोमुच् अस्ति अत्र अङ्गकार्यमस्ति राल्लोपः इत्यनेन चकारलोपः खलु चकार तर्हि राल्लोप इत्यनेन चकारस्य लोपः भवति मोमुर् योग ति इदानीं तत्र मोमुर् तत्र उकार अस्ति पुगन्तलघुप्तनेन मोमोर् मोमोर्ति वा एकवारं तावदेव मोमोर्ति इति अस्ति तर्हि मोमोर् मोमुर्च् योग मोमुर्च् योग तः इति अस्ति तत्र यङ्ग्लुकि इत्युक्ते ईति इति अपि प्रत्ययः अस्ति किल पूर्वं प्रत्ययः योजे योजितवान् इति चिन्तयामः पूर्वम् अस्ति किल महोदय उपरि ईति इति प्रत्ययः अस्ति उपरि पश्यामि मोमुर्च् योग ईति इति अस्ति इदानीं तत्र राल्लोपः न भवति मोमुर्चि इति भवति किमपि कार्यं नास्ति मोमुर्च् योग एकमेव कार्यम् अस्ति यद् वयम् इदानीं दृष्टवन्तः एकवारं किम् अस्ति हा अस्तु अस्तु तत्र दीर्घः भवति एकवारं दीर्घः भवति मोमूर्च् मोमूर्चीति मोमूर्चीति इति मोमूर्चीति इति रूपं अस्तु एकवारं मोमूर्चीति मोमूर्च्योगतः इदानीं मोमूर्च्योगतः तत्रापि चकारस्य लोपः मोमूर्तः इति अस्ति मोमूर् मोमुर् मोमुर्योग मोमूर्च्योग अति अत्रापि दीर्घ मोमूर्च्छति इति भवति मोमूर्च्छति मोमूर्तः इति दीर्घत्वं केन सूत्रेण भवति उपादायां च नास्ति किल तत्र राल्लोपः इत्यनेन लोपः भवति अनन्तरं हा मो अत्र हलि मोमुर् हलिच् हलिच इति हलिपरे तकार हलि हलि हलि अस्ति अपदान्ते अतः उपदाय दीर्घः भवति मोमुर् मोमुर्तः राल्लोपः भगिनि आं भवति राल्लोपः ओके चकारलोपः भवति क्विप्पञ्जलोः इति चकारवकारयोः लोपः भवति जलीपरे एव अतः यदा ईति इति आगच्छति तत्र तस्य प्रसक्तिः नास्ति अजादि अस्ति इति कृत्वा अनन्तरं यदा वयं ती इति प्रत्ययः पित् अस्ति तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं परन्तु अत्र तः इति अपित् अस्ति तत्र पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः नास्ति अतः रेपः अन्ते अस्ति इति कृत्वा खलि च इत्यस्य कार्यम् उपादायाः दीर्घः मोमूर्तः अस्तु अग्रे महोदय सि एकवारं मोमुर्च्योग सि इति अस्ति अत्रापि मोमुर् सि चकारस्य लोपः भवति एकवारं मोमुर् चकारस्य लोपः भवति राल्लोपः मोमुर् मोमुर्योग सि इदानीं मोमोर् इति अत्र दीर्घः भवति सोरि क्षम्यतां पुगन्तलघुपदस्य सूत्रेण मोमोर् मोमोर् योग सि योगः सि अस्ति, मोमोर् योगः सि इति. इदानीं सकारः अस्ति, पूर्वं रकारः अस्ति, अतः चषां क्षम्यतां, तत्र सकारस्य षत्वं भवति, मोमोर्षि इति भवति, केन सूत्रेण एकवारं पुनः स्मरामि. इन्कोः इति खलु, इन्कोः इत्यनेन आदेशप्रत्ययोः इन्कोः इति इण्वर्णः अस्ति, अत्र रकारः अस्ति, अतः मोमोर्षि मोमूर्च् योग ईषि इति अस्ति, अत्र चकारस्य लोपः न भवति, जलि नास्ति, दीर्घः भवति, ममूर्चीषि इति भवति, ममूर्चीषि. समीचीनं. दीर्घः केन सूत्रेण महोदय? दीर्घः दीर्घः अस्ति हलि हलिचैतन्येन खलु, तर्हि एकवारं न दीर्घः. इदानीं रेपः तु उपधायाम् अस्ति किल, अन्ते नास्ति, अतः उपधायाञ्च उपधायाञ्च आमाम् उपधायाञ्च इत्यनेन भवति. मोमूर्च् योग तः, अत्र मोमूर्तः इति भवति, तत्र दीर्घः भवति, गुणः न भवति, मोमूर्तः. तर्हि तथैव मोमूर्थ इति भवति. अत्र दीर्घत्वं केन सूत्रेण? अत्र हलिच इत्यनेन. आं सत्यम्. अग्रे महोदय, मोमूर्च् योग मी अस्ति, अत्रापि चकारस्य लोपः भवति, राल्लोपः इत्यनेन, तत्र मकारः अनुनासिकः अस्ति अनुनासिके परे, अतः मोमोर्मि इति रूपं. मोमूर्च् योग ईमि इति अस्ति, अत्र मोमू चकारस्य लोपः न भवति, परन्तु अत्र मोमूर्च् इत्यस्मिन् तत्र दीर्घः भवति, मोमूर्च् इति भवति, मोमूर्च्छीमि इति रूपम्. अग्रे मोमूर्च् योग वः इति अस्ति, अनुनासि किञ्चलोः अस्तु, अत्र राल्लोप इत्यस्य न भवति, राल्लोप इत्यस्य कार्यं नास्ति खलु, एकवारं मोमूर्च् नास्ति मोमूर्च्, तर्हि मोमूर्च् वः इति तत्र किमपि कार्यं नास्ति. मोमूर्च्छ्वः महा इति अस्ति, तत्र भवति मोमुर्महा इति भवति, अतः चकारस्य लोप लार्लोप इत्यस्य प्रसक्तिः अस्ति, अवश्यमस्ति. आम्, अनुनासिकः किल, मोमुर्महा इति भवति, मोमुर्महा हलि च इत्यनेन, अतः उपादायां च यत्र भवति इत्युक्ते धातोः उपधाभूतौ हल्परौ रेपवकारौ ताभ्यां पूर्वस्य इक्वर्णस्य दीर्घादेशः, तत्तु उपधायां च इति. हलि च इति तत्र तु अन्ते भवतु किल, तत्र तु उपधा विषये नास्ति, इटु तदपि इटु एव, तत्र रेपवकारान्तधातोः उपधाभूतस्य इक्वर्णस्य हल्वर्णे परे दीर्घादेशः, तदेव भेदः. उपधायाम् उपधायाम् इक्वर्णः रेपवकारान्तधातुः भवेत्. समीचीनं. तत्र उपधायां रेपवकारम् उपधायां च इत्यस्य. समीचीनम्. अस्तु, अग्रे सरामः. विजया भगिनी वदति वा, लोटि विजया भगिनी किम् अभवत्? ड्राप् अभवत् वा? अहं प्रयत्नं करामि गृहे अस्ति आम् अवश्यम् आं करोतु भगिनि मुमुच्छतु एव भगिनि लोट्लकार तु इति प्रत्ययः थिप् अस्ति रेफ् अत्र उपधायां रेफ् अस्ति ततः गुणः नास्ति मुमुच्छतु तत्र राल्लोपः इति भवति किल ओ राल्लोपः इति भूत्वा मुमुर् योगः तु इदानीम् उपधायां कः वर्णः भगिनि तु इस् जलादि बट्ट इट् शुडन्ट् बि कित् अन्यत् शुड् इट् बि कित् अन्यत् जलादि आर् जस्ट् जलादि फार् राल्लोपः वा भगिनि आं भगिनि राल्लोपः क्विज्जलोकिङ्ग् इति देट् ऐ थाट् जलाति शुड् बि कित् नित् जलाति बट् तिप् आर् तु इट्स् नाट् कित् जलाति बट् कित् आर् नित् नास्ति भवत्याः समीपे नेट् प्राब्लम् अस्ति वा मम कृते आं किञ्चित् आं न मम तु किञ्चित् अस्ति एव गत्वा एव आगच्छति अत्र अस्तु ओ अतः एव ड्राप् अभवत् वा तदेव अहं दृष्टवती राल्लोपः मध्ये वयं पूर्वं पठितवन्तः भगिनि तत्र जलादौ कित् ङित् इति अस्ति तत्र कित् ङित् इति अस्ति चेत् तत्र दोषः आगच्छति अतः तद् न स्वीकर्तव्यम् इति काशिकायां दत्तम् इति अस्माकं प्रथमकरपत्रे अस्ति प्रथम वा द्वितीय वा अहं न प्रथमप्रायः प्रथम एव तत्र किमर्थं तत्र जलादौ कित् ङित् इति दत्तम् अस्ति तत्र यदा वयं तादृशं स्वीकुर्मः चेत् यदा महोदय इदानीं तिप् परे उक्तवान् किल तिप् अपि अत्र न भवति रूपम् अतः तादृशं तत्र कित् ङित् इति यद् पदम् अस्ति तद् न स्वीकर्तव्यम् इति धन्यवादः अन्यत् सर्वं समानमेव तत्र अन्यत् सर्वं समानं तद् कित् ङित् इति एव त्यक्तव्यं तद् न आवश्यकम् प्रायः अनुवृत्त्यार्थम् आगच्छति इति चिन्तयामि अनुवृत्तिः अग्रिमसूत्रे प्रायः गच्छति तव तत्राभात् इति अस्ति प्रायः कुत्र गच्छति न जाने परन्तु अनुवृत्त्यार्थम् आगच्छति प्रायः क्विज्जलोकिङ्ग् इति 18 आर् 19 तत्र ज्वरत्वरा इत्यत्रापि क्विजलोः मिति इति अस्ति यदा पूर्व श्वोः तत्रापि क्विजलोः किति इति अस्ति अतः तद् तादृशमेव तत्र आगच्छति तावदेव तत्र परन्तु तस्य अत्र अस्मिन् सूत्रे अस्य किमपि प्रयोजनं नास्ति राल्लोपः इति सूत्रे अस्तु अरुणा भगिनि अत्र उपधायां चकारः अस्ति भगिनि तदेव तद् राल्लोपः इत्यनेन तत् चकारः गच्छति लोपः भवति राल्लोपः अत्रापि चकारलोपः चकारलोपः भवति राल्लोप इति सूत्रेण अत्र अपि रेफ अस्ति न भगिनि मोमुट् रेफ उपधायां मोमुच्छतु न भगिनि पुनः शृणोतु मोमुच् योगः तु तु इति तिप् पित् पित् प्रत्ययः. अतः तत्र किं प्रथमं तु रालोपः इत्यस्य कार्यं, रालोपः इत्यनेन चकारलोपः, रेपः अस्ति चकारः अस्ति, चकारलोपः भवति. यदा चकारलोपः भवति चेत् मुमुर् योगः तु इति आगच्छति. इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यम्. ओ ओके, अपित् अस्ति, गुणकार्यं नास्ति. रालोपः अपि भवति भगिनि? भवति भवति अवश्यं. तत्र हलीच इति सूत्रेण सूत्रेण अपि न भवति. मुमूर्तां ईतु इति अपि प्रत्ययः यङ्लुगन्तरूपं किल. मुमूर्च् योगः ईतु. मुमूर्च् ओ ईतु ईतु ओके ओके. मुमूर्च्छीत् मुमूर्च्छीतु. तत्र उपादायां च इत्यस्य प्रसक्तिः. मुमूर्च्छीतु मुमूर्च्छीतु ओके. उपधावर्णः रेपः अस्ति चेत् उपधायां च, अन्तिमवर्णः रेपः अस्ति चेत् उपधायाम् इक् वर्णः अस्ति चेत् तस्य दीर्घः. हलि च सूत्रद्वयं. समीचीनम्. अनन्तरं मोमुच्योगः अतु. अतु अत्र अलादि अजादि अपित् अस्ति, गुणकार्यं नास्ति, अच्वर्णः अस्ति, रलोपः भवति भगिनि. न भवति चलादिप्रत्यये परे किल. मुमुच्छतु उपादायां च भवति वा हलि च भवति वा भगिनी? अत्र त्रीणि रूपमस्ति खलु भगिनि, त्रयः रूपमस्ति. तु मोर्चतु वा ईतु अपि मध्ये आगच्छति खलु भगिनि? ईतु भगिनी उक्तवती, भगिनी उक्तवती ईतु. त्रीणि रूपं किमर्थं रूपं मोमूर्चीतु? मोमूर्चीतु अस्तु भगिनि. आम् वदतु अरुणा भगिनी. मोमूर्च्छतु मोमूर्च्छतु दीर्घ पुनः दीर्घ हलि च इत्यनेन उपधायां हलि च उपधायां रेपः उपधायां च अन्ते रेपः हलि च. ओके ओके ऐ रिमेम्बर् क्षम्यताम्. ओके तदनन्तरम् ईतु अस्ति अत्रापि ईतु पित् अस्ति. सो मो रेफलोपः न भवति, अजाति अस्ति. ततः मोमुच्छीतु दीर्घः न भवति, दीर्घः भवति खलु, दीर्घः भवति मोमुच्छीतु. हि धातु हि प्रत्ययं समितं हलादि अस्ति, अपित् अस्ति. सो मुमूर्लोप भवति मुमूर्च्छ स्थाने के कोऽपि आदेशः आगच्छति वा? आगच्छति अवश्यम् आगच्छति. हु जल्योः धि तत् धि स्थाने धि आगच्छति. अनन्तरं मो रेफा लोप अपि भवति. मो मुच् मोमूर्धि मोमूर्धि मोमूर्धि हलि च पुनः रेपान्तः अस्ति किल. मोमूर्धि इति अपि इति अपि इति ईतु न ईतु नास्ति केवलं हि एव. द्वेरूपमस्ति एकरूपमस्ति भगिनि. तात् अपि अस्ति. अत्रापि गुण नास्ति. मुमूतात् आनि अस्ति. पित् अस्ति. अजादि अस्ति. रेफ् रलोप न भवति. मोमूर्च्छानि एकं कार्यमस्ति. रेफा नकार सम्यक् अत्कुप्वाङ्गसूत्रेण नब्दं भवति. समीचीनं. मूर्च्छानि मोमूर्च्छानि मोमूर् मोमूर्च्छा मोमूर्च्छ रेफा लोप भवति. आव इत्यत्र न भवति. परन्तु आम इत्यस्यापि न भवति. मकारः नास्ति किल. आव आम न भवति. समीचीनं. सम्यक् धन्यवादः. सम्यक् तावत् आम् समीचीनम्. अत्र यदा वयं हू जल्भ्यो हेर्दिः राल् लोपः तयोः मध्ये बाध्यबाधकभावः कथं भवति? सूत्रसङ्ख्या सिक्स् फोर् वन् ज़ीरो वन् इति किल. हू जल्भ्यो हेर्दिः इति. आं भगिनि, सिक्स् फोर् वन् ओ वन् राल् लोपः सिक्स् फोर् ट्वेण्टि वन् भगिनि. निमित्तं हि राल्लोपः राल्लोपः जलि किम् इति डिफ्रेण्ट् एरियास् भगिनि. नो बट् जलि धातु न भगिनि. न हूजल्भ्यो हेर्दिः राल्लोपः अस्तु. तत्र हूजल्भ्यो हेर्दिः मोमूर्च्योगः हि इति भवति चेत् तत्र हि स्थाने दि आदेशः भवति. जलन्त धातुः भवेत् इति किल तस्य निमित्तं. राल्लोपः इत्यस्य अपि जलि जलि देन् चकारलोपः भवति. चकारवकारलोपः भवति. जलि दिस् इस् जलाति प्रत्ययः. दिस् इस् धातु जलन्तधातु जलन्तधातु जलाति प्रत्यय जलन्त कार्यं कृतम्. परकार्यं भगिनि. सूत्रसङ्ख्या दृष्ट्या तु हू जल्भ्यो हेर्दिः परकार्यं तस्य एव प्रथमं भवति. राल्लोपः इत्यस्य कार्यं यदा हू जल्भ्यो हेर्दिः भवति वा न वा तस्य कार्यं पूर्वमपि भवति अनन्तरमपि भवितुम् अर्हति किल. यदा इदानीं वयं कृतवन्तः नित्यसूत्रं तन् नित्यसूत्रं तन् नित्यम् अतः कस्य बलमधिकं नित्यसूत्रमेव बलमधिकम् अतः किं कार्यं प्रथमं इदं राल्लोपः कार्यं प्रथमम् अस्ति किल तदपि चिन्तनम् एकं चिन्तनं तस्य एव कार्यं प्रथमं भवति अनन्तरं हूजल्भ्यो हेर्भिः अस्तु अग्रे सरामः इदानीं वदति वा विजया भगिनी लङ्लकारे इदानीमपि कट् अभवत् वा ओ वदन्ती अस्ति वा वदतु सर्वत्र आचाहमः भवति अतः तत्र आ प्रथमम् अस्ति मो मूर्छि इति भवति कले भगिनि मो मूर्छि सम्यक् मो मूर्छु अनन्तरं तकारयोजनेन अह्लादि अपि तस्य अत्र अत अमोमूर्च्छत इति एव खलु भगिनि अमोमूर्च्छत तत्र राल्लोपः राल्लोपः तत्र लो चकारस्य लोपः भवति अतः तत्र अमो आमोर् मूर् आमो आमो मुर् मुर्च चकारस्य लोपः भवति आमो मुर्च किं भवति किं भवति अत्र हल्ज्ञाभ्यो दीर्घात् हल्ज्ञाभ्यो दीर्घात् अतः तत्र तकारस्य लोपः भवति तकारस्य लोपः भवति हल्ज्ञाभ्यो दीर्घात् अपृक्तस्य इति सूत्रेण अतः तत्र अमो मुर् भवति खलु भगिनि गुणः कृतवती वा पुगन्तलघुपदस्य च उपादायम् उपकारः उपादायं गुणः भूत्वा समीचीनम् अमो मोर् इति भवति खलु भगिनि आं समीचीनम् इदानीम् अमो मोर् इति रेपः अन्ते अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः पदान्ते रेपः अवसाने रेपः करावसानयोर्विसर्जनीयः इति सूत्रेण अमो मोः तावत् अस्ति वा भगिनि उत्तमम् अमो मोः इति प्रथमपुरुषे एकवचनम् अनन्तरम् अत्र ईत् अस्ति अमो अमो मोरीत् इति भवति वा भगिनि अमो कस्य सूत्रस्य केन सूत्रेण दीर्घत्वं हलिच इति सूत्रेण उपादायाञ्च उपादायां च उपादायां रेपः अस्ति चेत् उपादायां च अन्ते रेपः अस्ति उपादायाम् इक् वर्णः अस्ति चेत् हलि च अतः उपादायां च उपादायां च इति सूत्रेण दीर्घ भूत्वा अमो मो रीत् इति भवति अनन्तरं ताम् अस्ति चकारलोपः न भवति चकारलोपः न भवति आं राल्लोपः इत्यस्य प्रसक्तिः नास्ति अत्र अमोमोर्चीत् अमोमूर्चीत् इति भवति मूर्चीत् न मूर्चीत् नास्ति मूर्चीत् गुणः अपि न भवति अमोमूर्चीत् इति भवति अमोमूर्चीत् इति भवति अमोमूर्चीत् अनन्तरं द्विवचनं ताम् इति अस्ति अमो मूर्छिताम् इति अस्ति तत्र किमर्थं चकारलोपः न भवति तत्र तु भवति एव राल्लोपः भगिनी अत्र अमो चकारः लोपः अतः तत्र अमोमुर् इति भवति वा अमोमुर् योगः ताम् अनन्तरं तत्र अमोमुर् ताम् पुहन्तलघुपदस्य इति कार्यं करोति वा न न न अपित् अलादि अपित् अस्ति अतः गुणकार्यं नास्ति अतः तत्र अमो मूर्ताम् इति भवति वा हलि च रेपः अस्ति किल रेपः अन्ते अस्ति उपधायाम् इक्वर्णः अस्ति अतः हलि च इत्यनेन दीर्घत्वं भूत्वा अमोमूर्ताम् इति भवति अमोमूर्तं अमोमूर्तां किल अनन्तरं तत्र उः अस्ति लङ् लकारे उः अस्ति अमो अमो मूर् अमो अमोमुः इति भवति अमोमोरुः इति भवति अनन्तरं सकारः अस्ति किं भगिनि पुनः साधयत् तद् पुनः साधयतु अमोमुर्च् योगः अतु क्षम्यताम् उहु किल अतः तत्र अजादि अपि तस्य अत्र गुणकार्यं निषिद्धः भवति अतः तत्र अमो रालोपः इति सूत्रेण चकारस्य लोपः भवति न भवति न भवति न भवति जल् हल् नास्ति जलि नास्ति हल् नास्ति जलादिः नास्ति अतः न भवति न भवति अतः तत्र अमो अमो मुर्चुः इति भवति खलु भगिनि तत्र दीर्घत्वं तु भवति एव किल उपादायां च इत्यनेन उपादायां च अमोमूर्चुः अमोमूर्चुः अमोमूर्चुः इति भवति अमोमूर्चुः प्रथमपुरुष बहुवचनम् अनन्तरं सकारः अस्ति ईकारः अपि अस्ति अत्र सकारस्य ससजुषोरुः इति सूत्रेण ऋत्वं भूत्वा अनन्तरं सरावसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः भवति अमो राल्लोपः सर्वं किं कुत्र गच्छति राल्लोपः करोतु भगिनि चकारस्य लोपः भवति चकारस्य लोपः समीचीनम् अनन्तरम् अमोमुर् योगः सकारः इदानीं करोतु अमो मुर् हल्लाभ्य प्रथमं पुगन्तलघुपदः हल्याभ्यो दीर्घात् इति सूत्रेण सकारस्य लोपः भवति अतः तत्र अमो मुर् एव भवति वा अमो मोर् पुगन्तलघुपदस्य च कार्यं भवति किल इदानीम् अवसाने रेपः तत्र विसर्गः भूत्वा करावसानयोर्विसर्गः भूत्वा अमो मोहो इति भवति अमो मोहो समीचीनं सम्यक् अग्रे अनन्तरं ईहि इति अस्ति ईहि अपि अस्ति आम् अमो तत्र अमो मुर्च् इति भवति अमो मुर्च् ईहि इति भवति हीहि तत्र अजादि अजादि अपि किम् अस्ति खलु अजादि पित् एव अस्ति इकारः अजादि अजादि पित् अस्ति अतः तत्र गुणकार्यं भवति. अमो मूर्छि इति भवति वा भगिनि? अमो तत्र उपधायां च इत्यस्य कार्यम् अमो मूर्छिः इति भवति. उपधायां च इति कार्येण तत्र अमो दीर्घः भवति. अमो तावदेव तत्र मूर्छि मूर्छिः इति भवति खलु भगिनि? अमो मूर्छिः सत्यं. न न न मूर्छिः नास्ति मूर्छिः. अमो मूर्छिः इति भवति. अमो मूर्छिः इति दीर्घं भवति. अनन्तरम् अमो अमो मूर्छितम् अमो मूर्छित. तत्र सर्वत्र तु राल्लोपः भवति किल. यत्र यत्र अजादिः अस्ति तत्र एव राल्लोपः न भवति. अन्यत्र सर्वत्र राल्लोपः भवति. अतः राल्लोपः भूत्वा अमोमूर्थाम् अमोमूर्थ क्षम्यताम् अमोमूर्थम् अमोमूर्थ दीर्घत्वं पुनः खली च इत्यनेन अमोमूर्थम् अमोमूर्थ. अनन्तरम् अम् अम् अस्ति. एतत् अत्र अमोमूर्च् इति प्रथमम् अस्ति. अमोमूर्च् इति तत्र अमिपूर्वम् इति सूत्रेण अम् अस्ति. तत्र अमोमूर्छम् एव तत्र मेलनमेव खलु भगिनि? उपादायां च इत्यनेन दीर्घत्वम् अमोमूर्छाम् अमोमूर्छाम् इति भवति. मूर्छम् आम् नास्ति मूर्छम् अमोमूर्छम्. अनन्तरम् समानकार्यमेव अमोमूर्छा वा अमोमूर्छाम. यत्र मा अस्ति तत्र राल्लोपः इत्यस्य कार्यम् अनुनासिकवर्णः इति कृत्वा पुनः चकारलोपः भूत्वा हली च इत्यनेन अमोमूर्म इति भवति. अनुनासिकः किं अमोमूर्म इति भवति. आं भगिनि धन्यवादः. मकारः किल अतः अनुनासिकवर्णः तत्र राल्लोपः इत्यस्य प्रसक्तिः. अस्तु अस्तु उषा धन्यवादः. उषा भगिनी विधिलिङ्गि वदति वा? आं भगिनि. यात् जलादि नास्ति अपित् अस्ति गुणकार्यं नास्ति अमो मूर्च् योगः यात् अमो यात् इति मूर्च् सो उपदायां च इति सूत्रेण दीर्घः अस्ति. अमो मूर्च् यात् अमो मूर्च् यात् तस्य कार्यमेव अमो मूर्च् सर्वत्र अमो मूर्च् याताम् अमो मूर्च् या युः अमो मूर्च् याः अमो मूर्च् यातम् अमो मूर्च् यात अमो मूर्च्याम् अमो मूर्च्याव अमो मूर्च् याम. सम्यक् तावदेव मूर्च् धातोः विषये. धन्यवादः भगिनि. श्रीवल्ली भगिनी अग्रे पठति वा? आं भगिनि. सुबन्तेषु हल् सन्धि अभ्यासः. प्रथमम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्. अर्थवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति इति अर्थवत्. मत् प्रत्ययः न धातुः अधातुः न प्रत्ययः अप्रत्ययः न तत्पुरुषः. अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तं प्रातिपदिकं प्रथमान्तम् अनेकपदसूत्रं सूत्रं स्वयं पूर्णम्. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति संज्ञासूत्रमस्ति. समीचीनं. तद् वयं पूर्वं दृष्टवन्तः किल. अर्थवत् अर्थवत् इति भवतु यत् धातुः प्रत्ययः वा प्रत्ययान्तं वा मा भवतु तदेव प्रातिपदिकम् इति संज्ञा प्राप्नोति इति. अग्रिममपि पठतु भगिनि. कृत् तद्धितसमासाश्च कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसकाः कृच्छ तद्धितश्च समासश्च कृत् तद्धितसमासाः इतरेतरद्वन्द्वः कृत् तद्धितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत् तद्धितसमासः च प्रातिपदिकानि प्रातिपदिकसंज्ञा कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसंज्ञा भवति संज्ञकाः भवन्ति समीचीनम् अत्र प्रथमसूत्रे प्रत्ययान्तम् अपवादः प्रत्ययान्तं मास्तु इति उक्तवन्तः प्रत्ययान्तं मास्तु तस्य प्रातिपदिकसंज्ञा नास्ति केवलम् अर्थवत् शब्दरूपम् एव प्रातिपदिकसंज्ञा प्राप्नोति इति वदन्ति अग्रिमसूत्रे इदानीं तत्र कृदन्ताः तद्धितान्ताः समासाः तु प्रातिपदिकसंज्ञा प्राप्नोति इति वदन्ति समीचीनं सुडनपुंसकस्य इति अपि पठतु भगिनि सुडनुपुंसकस्य षट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न षट् प्रत्याहारे सु औ जस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः न नपुंसकम् अनुपुंसकम् अ नपुंसकं नन् तत्पुरुषः तस्य अनपुंसकस्य षट् प्रथमान्तम् अनपुंसकस्य तस्यन्तं द्विपदमिदं सूत्रं शे सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं षट् सर्वनामस्थानम् अनपुंसकस्य अत्रापि सर्वनामस्थानम् इति संज्ञासूत्रं सुप् सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययं सु औजस् अमौट् इति अनपुंसकस्य इति सर्वनामस्थानम् इति संज्ञा भवति समीचीनं सर्वनामस्थानप्रत्ययाः इति स्वीकुर्मः तत्र सु औजस् अम् औट् पर्यन्तमेव सर्वनामस्थानसंज्ञकः पुल्लिङ्गे स्त्रीलिङ्गे अनपुंसकस्य इति दत्तमस्ति अतः पुल्लिङ्गे स्त्रीलिङ्गे अग्रिमसूत्रमपि पठतु भगिनि श्री सर्वनामस्थानं श्री इति आदेशस्य सर्वनामस्थानसंज्ञा भवति श्री लुप्तप्रथमान्तं सर्वनामस्थानं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं श्री सर्वनामस्थानम् आम् तदेव प्रथमम् अस्ति अनन्तरमेव सुडनपुंसकस्य 1142 आम् प्रथमं श्री सर्वनामस्थानम् सम्यक् एव नपुंसके एव भवति किल सामान्यसूत्रमस्ति नपुंसके एव जशसोहसि समीचीनं किल नपुंसके एव भवति अतः एव तत्र सर्वनामस्थानसंज्ञा सूडनपुंसकस्य इति अग्रिमसूत्रमस्ति तत्र सु पञ्चप्रत्ययानां सर्वनामस्थानसंज्ञा परन्तु नपुंसकलिङ्गे नास्ति नपुंसकलिङ्गे केवलं षी इत्यस्य सर्वनामस्थानसंज्ञा अवगतं किल तदाधारीकृत्य एव रूपाणि साधयितुं शक्नुमः तादृश करोति खलु प्रथमं करोति नियमम् अनन्तरं विशेषनियमं करोति अथवा तादृशेव करोति सर्वेषां कृते अनन्तरं स्पेसिफिक् इति सम्यक् अस्तु अस्तु अरुणा भगिनी पठति वा स्वादिषु असर्वनामस्थाने इति आं भगिनि स्वादिषु असर्वनामस्थाने सर्वनामस्थानसञ्ज्ञकः प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप् प्रत्ययपर्यन्तं एकनिमिषं भगिनि अत्र षि इति जशसोः इति सूत्रेण तत्र बहुवचने एव कार्यं करोति खलु भगिनि आम् पुल्लिङ्ग् क्षम्यतां नपुंसकलिङ्ग बहुवचने एव नपुंसकलिङ्ग बहुवचने फलानि इति जस् प्रत्ययः अस्ति तस्य स्थाने षि इति आदेशः भवति केवलं नपुंसकलिङ्गे तस्य नाम सर्वनामस्थानसंज्ञा इति इदानीं तस्य प्रत्ययस्य नाम सर्वनामस्थानसंज्ञा अनन्तरं यदा भवती उक्तवती सूत्राणि आगत्य कार्यं कृत्वा रूपाणि साधयितुं शक्नुमः प्रथमबहुवचनं द्वितीयबहुवचनं खलु भगिनि द्वितीय आम् आम् आम् ओके स्वादिश् सर्वनामस्थाने सर्वनामस्थानसञ्ज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययपर्यन्तं येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके सु औजस् अमौट् इत्यस्मात् आरभ्य उरः प्रवृत्तिभ्यः खप् प्रत्ययान्तं पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इति उच्यन्ते न सर्वनामस्थानम् असर्वनामस्थानं नै तत्पुरुषः तस्मिन् असर्वनामस्थाने स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तं द्विपदम् इदं सूत्रं सुप्तिङ्गन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम् सूत्रमस्ति स्वादिषु असर्वनामस्थाने सर्वनामस्थानसञ्ज्ञकप्रत्ययवयं पूर्वं पठितवतः शूरनपुंसकस्य इति सर्वनामस्थान इति सर्वनामसञ्ज्ञकसूत्राणि पठितवन्तः तत् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययान्तं केचन प्रत्ययः अस्ति पूर्व अस्ति चेत् पूर्वतनशब्दस्य पदसंज्ञा भवति तदेव अत्र पदसंज्ञा भवति तदेव तान् विहाय ये प्रत्ययाः सर्वनामस्थानसंज्ञकाः सन्ति तान् विहाय अन्येषु परेषु वर्तमानसूत्रेण पदसंज्ञा पदसंज्ञा भवति अन्यत् पदामेव यचिपम् आं तत्तु आं पठतु भगिनि यचिभं सर्वनामस्थानसञ्ज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भासंज्ञा भवति यत् या च अच्च यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सत्यम्यन्तं भं प्रथमान्तं द्विपदमिदं सूत्रं स्वादिषु असर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिभम् अत्र अचिभं सूत्रमपि पदसंज्ञासूत्रमस्ति सर्वनामस्थान सम्यक् भासंज्ञा भवति सर्वनामस्थानसंज्ञप्रत्यय विनाय विनाः सुप्रत्यय प्रत्यय स्वादिप्रत्ययपरे पूर्वतनशब्दस्वरूपस्य भासंज्ञा भवति यकारादि अत्रापि यकारादि वा अजादि प्रत्ययः अस्ति चेत् पदसंज्ञा कस्य पदसंज्ञा पूर्वतनशब्दस्वरूप समीचीनं तदेव बहु मुख्यमस्ति रामयोगः भ्याम् इति अस्ति चेत् कस्य कः संज्ञा भ्याम् इत्यस्य कः संज्ञा प्रथमम् भ्याम् इति सुप्रत्ययः यकार असर्वनामस्थानकः अस्ति राम इत्यस्य अत्र पदसंज्ञा भवति स्वादिषु असर्वनामस्थाने असर्व स्वादिषु असर्वनामस्थाने इति वदति अतः भ्यां भ्यस् सर्वम् असर्वनामस्थानसंज्ञकप्रत्ययाः तत्पूर्वतनभागस्य एव पदसंज्ञा राम राजन् किमपि भवतु तद् देव फल तद् फल नास्ति क्षम्यतां फलं त्यजतु इदानीं राम देव सर्वस्य एव पदसंज्ञा भवति इत्यस्यापि भवति एव किल पञ्च प्रथम पञ्च एव तस्य आं वदतु भगिनि व्याकरणक्षेत्रे नतु लोके इति वदति इति सुप्तिङ्गन्तं पदम् इति लोके सामान्यसूत्रमस्ति पदसंज्ञा अत्र व्याकरणक्षेत्रे स्वादिषु सूत्रप्रवृत्त्यर्थमेव तत्र पदसंज्ञा इति पदसंज्ञा अस्ति चेदेव यानि सूत्राणि तत्र तस्य कार्यं भवति इति अतः तत्र लोके नास्ति केवलं व्याकरणक्षेत्रे प्रक्रियायां कृते एव भगिनि अत्र भम् इति बकार भसंज्ञा वा भं संज्ञा वा इति भसंज्ञा एव महोदय भं यचि भम् इति सूत्रं भ इति एव अत्र अष्टाध्यायी डाट् काम् मध्ये एतत् सर्वं दत्तं भगिनि अत्र रामयोगः भ एव संज्ञा महोदय प्रायः छन्दसि इति भवति यचि भम् इति तदेव तत् छान्दसि इति प्रवर्तनार्थमेव भम् इति भम् इति टु इण्डिकेट् पदं नु भगिनि संज्ञा सर्वनामस्थानं लैक् देट् भम् अन्यथा बह इति भवेत् अथवा संज्ञा इति स्त्रीलिङ्गपदं भ संज्ञा इति भवति किल किमर्थं भम् इति अस्ति इति अपि भवितुम् अर्हति किमपि अन्यदपि एतत् छन्दस् एव महोदय तत्र यदा वयम् उच्चारणं किमर्थं अग्रिमसूत्रे अपि किमपि न दत्तमस्ति प्रथम एकवचनं यचि बम् सप्तमी एकवचनं यचि बम् इति प्रथम एकवचनं तत्र तद् एव छान्दस् एव छान्दसि कृते अतः एव कोऽपि उक्तवान् वर्णञ्जगोविन्दाचार्य साधुशब्दः द्विविधाः एकं पाणिनीयः अपाणिनीयः अपि साधुशब्दः सत्यं सत्यमेव सत्यमेव आं सत्यमेव काव्यं किमपि स्वीकृत्य पश्यामः तत्र पाणिनीयप्रयोगः बहुत्र दृश्यते खलु आम् आम् अपाणिनीय वाल्मीकिरामायणे अपि सर्वत्र वयं अपाणिनीय प्रयोगाः द्रष्टुम् अहम् एकं दृष्टवान् इदानीम् विष्णुसहस्रनामे एकः श्लोकः आसीत् तत्र यकारस्य लोपः भवति लोपशाकल्यस्य अनन्तरमपि गुणः भवति अभवत् कृतवन्तः अनन्तरं कृतवन्तः अहं पृष्टवान् एकं व्ययकरणं सः उक्तवान् आशप्रयोगः अस्ति अतः तत्र पाणिनीयस्य पूर्वमपि वैयाकरणाः आसन् अनन्तरमपि आसन् तेषां मतं प्रायः स्वीकृतवन्तः किल वयं तु तत् टैम् लैन् परिवर्तनं किञ्चित् परिवर्तनं भवति खलु यद्यपि आदिकविः इति कृत्वा तस्य वाल्मीकिरामायणे तस्य प्रायः आधिक्येन आम् भागवते अपि बहुत्र अस्ति आर्षप्रयोगः इति कृत्वा तत्र आत्मनेपदि परस्मैपदिरूपं परस्मैपदि आत्मनेपदिरूपं सर्वं सर्वत्र तादृशम् अस्ति. समीचीनम् भगिनी. अत्र यचिबम् इति सूत्रेण अष्टाध्यायी दात्का मध्ये किञ्चित् उक्तं भगिनी उदाहरणरूपेण, एतत् पाठयति वा भगिनि? आम्, अग्रिमसप्ताहे पाठयामः वा, पाठयामि वा भगिनि? समयः जातः 7:34 अस्ति. तस्मात् आरभ्य अग्रिमसप्ताहे पठामः. सूत्रद्वयं त्रयमेव अवशिष्टं. राजन् इति नकारान्तशब्दः स्वीकृत्य तस्य रूपमपि साधयामः अनेन सूत्रेण. तत्र अहं पाठयामि, अवश्यं पाठयामि यचीबं स्वीकृत्य. धन्यवादः भगिनि. धन्यवादः भगिनि. सायं रात्रिः अपि अभवत्. धन्यवादः.